गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतं। शब्दखण्डे कर्तरिप्रयोगः नाम किम् इति प्रसङ्गात् अवगतं। तत्र षष्ट्यर्थ अन्वयः इति पाठः आसीत्। यत्र विशेषणविशेष्ययोः मध्ये अभेदः वर्तते तर्हि विशेषणवाचकपदम् अभेदसम्बन्धेन विशेष्ये अन्वेति इति अस्माभिः अधीतम्। यत्र अभेद अतिरिक्तसम्बन्धः भवति तद् बोद्धुं षष्टिप्रयोगः क्रियते। तर्हि नैयायिकानां मतानुसारं मुख्यविशेष्यः प्रथमाविभक्त्यां यत्पदं वर्तते सः मुख्यविशेष्यः सर्वदा, तेन सह क्रियापदम् अन्वेति। कथम् अन्वेति इति चेत् अत्र प्रथमाविभक्त्यां यत्पदमस्ति तस्मिन्नेव कृतिः वर्तते। तर्हि कृतिः वर्तते इति कृत्वा तादृशकृत्या या क्रिया जायते तर्हि क्रिया अनुकूलत्वसम्बन्धेन कृतौ अन्वेति, कृतिः समवायसम्बन्धेन आत्मनि अन्वेति इति कृत्वा मुख्यविशेष्यः आत्मा यस्मिन् क्रिया कृतिः वर्तते, क्रियायाः मुख्यविशेष्येन सह, तदनन्तरं कारकाणाम् अन्वयः क्रियया सह, कारकाणां विशेषणस्य अन्वयः कारकैः सह, अपि च यत्र विशेषणं नास्ति किन्तु कश्चन सम्बन्धः अस्ति, अभेद अतिरिक्तसम्बन्धः अस्ति, तत्पदं षष्ट्या उच्यते, अपि च तत्पदं स्वस्वकारकेण सह अन्वेति इति अधीतम्। तर्हि बोधः कथं जायते इत्यत्र कृतिमान् इति यदि बोधः जायते तदा तत्र कर्तरिप्रयोगः इति वदेम। अन्ततो गत्वा कृतिमान् इति भवेत् मुख्यविशेष्ये, तदा कर्तरिप्रयोगः इति अवगतम्। तर्हि कर्मणि प्रयोगे किं स्यात् इति प्रश्नः उदेति, तस्मिन् विषये इदानीं पाठः। अस्तु, मेहुल् महोदय आरब्धं करोतु। अस्तु महोदय, वन् टु। आम्, कर्मणि प्रयोगे बोधवर्णनं। यस्तु कर्मणि प्रयोगः इति प्रसिद्धः तत्र न भवति आख्यातार्थः कृतिः, नापि कर्ता प्रथमान्तार्थः, यथा चैत्रेण पच्यते तण्डुलः इत्यत्र। अत्र हि कर्ता चैत्रः तृतीयान्तपदबोध्यः, प्रथमान्तं तु तण्डुलपदम्। अतः इह तदर्थः मुख्यविशेष्यविधया भासते। एवं सति तण्डुले स्थातुं योग्यः अर्थः एव आख्यातेन बोध्यः, न तु पूर्वत् कृतिरूपः चैत्रनिष्ठः। अस्तु, अत्र कर्मणि प्रयोगे प्रसिद्धः अस्ति यत्र आख्यार्थः इत्यस्य अर्थः कृतिः इति न भवति, इत्युक्ते अत्र तिङ्प्रत्ययेन कृतिः न उक्तमस्ति, नापि कर्ता प्रथमान्तार्थः। तिङ्प्रत्ययस्य नाम एव आख्यातम् इति खलु? आख्यातम्। आम् आम्, आख्यातम्। कर्तरिप्रयोगे तिङ्प्रत्ययेन कृतिः उच्यते किन्तु तादृशं कर्मणि प्रयोगे न भवति। अपि च कर्ता विषयः, द्वितीयं तु अत्र कर्ता इति प्रथमाव्यक्तं नास्ति। उदाहरणरूपेण चैत्रेण पच्यते तण्डुलः इति अस्ति, तर्हि अत्र कर्ता चैत्रः अस्ति, तस्य तृतीया विभक्तिः अस्ति, तेन तर्हि कर्ता अत्र प्रथमाविभक्त्यां नास्ति यथा कर्तरिप्रयोगे आसीत्। अत्र प्रथमाविभक्त्यां तण्डुल इति पदमस्ति, तण्डुलः इत्यनेन। अतः अत्र चैत्रेण पच्यते तण्डुलः इत्यस्मिन् वाक्ये मुख्यविशेष्यम् अत्र प्रथमाविभक्त्यां यदस्ति तदेव मुख्यविशेषः इति न्यायशैल्याम् अस्ति, तर्हि तण्डुलः इत्यनेन मुख्यविशेष्यम् इति भासते, तर्हि तद् भवति चेत् तण्डुले स्थातुं योग्यः अर्थ एव आख्यातेन बोध्यः भवति. इत्युक्ते अत्र पच्यते तण्डुलः, तर्हि तण्डुले अत्र पचनक्रियायाः योग्यत्वम् अस्ति इति एव बोधः जायते इति अहं मन्ये. न तु पूर्ववत् अत्र कृतिरूपचैत्रनिष्ठ इत्युक्ते तिङ्प्रत्ययेन आख्यातेन कृतिरूप कर्तारं कृतिरूपः अस्ति इति यथा कर्तरिप्रयोगे बोधः आसीत् तथैव अत्र आख्यातेन तादृशबोधः न भवति कर्मणि. सत्यं, तर्हि कः बोधः भवति? तण्डुले स्थातुं योग्यः इति भवति अस्मिन् उदाहरणे. तर्हि तण्डुले पचन क्रिया कर्तुं योग्यता अस्ति इति प्रायः. हा, तण्डुले विद्यमानयोग्यता यदस्ति तदेव केन बोध्यते? आख्यातेन बोध्यते. आख्यातेन इत्युक्ते ते इति आत्मनेपदिप्रत्ययः पच्यते इति. उत्तमम्. हा, चैत्रेण पच्यते तण्डुलः इति वाक्ये विद्यमान ते इति आख्यातप्रत्ययेन किम् अवगन्तव्यम् इति चेत्, कर्तरिप्रयोगे यथा कृतिः अवगम्यते, आत्मनि विद्यमानकृतिः अवगम्यते, तथा अत्र न अवगन्तव्यम्. किन्तु तण्डुले या योग्यता वर्तते, कस्मिन् विषये योग्यता? पक्तुं योग्यता. ह्यस्तनवर्गे मया तत्र अन्यदुदाहरणम् उक्तं कारकवर्गे. चैत्रेण शिलाखण्डः पच्यते इति वक्तुं शक्यते किम्? चैत्रेण शिलाखण्डः, शिलाखण्डः इत्युक्ते स्टोन्. स्टोन्, आं सत्यं. शिलाखण्डे तादृशी योग्यता नास्ति खलु. यद्यपि चैत्रेण शिलाखण्डः पच्यते इति वाक्यं व्याकरणरीत्या शुद्धमस्ति, किन्तु तेन शाब्दबोधः न जायते. किमर्थमिति चेत् शिलाखण्डे तादृशयोग्यता नास्ति. यादृशयोग्यता तण्डुले अस्ति, तत्र यदा तण्डुलस्य पचनं कुर्मः, पूर्वं या काठिन्यम् आसीत् तण्डुले, पचनानन्तरं तत्र मृदुत्वं जायते खलु. मृदुता भवति तण्डुले, तदेव विक्लिप्तिः इति नाम. विक्लिप्तिः इत्युक्ते तादृशमृदुता आगच्छति. विक्लिप्तिः इट् मीन्स् इट् बेसिकलि डिसिन्टग्रेट्स्. तर्हि मृदुता आगच्छति, तादृशमृदुता आगन्तुं योग्यता शिलाखण्डे नास्ति इति कृत्वा चैत्रेण शिलाखण्डः पच्यते इति न वक्तुं शक्यते. भवतु, तर्हि कर्मणि प्रयोगे अपि यत्पदं प्रथमाविभक्त्याम् अस्ति तदेव मुख्यविशेष्यः यथा कर्तरिप्रयोगे. किन्तु भेदः कः इति चेत्, आख्यातप्रत्ययेन अथवा तिङ्प्रत्ययेन कर्मणि कर्तरिप्रयोगे या कृतिः अवगम्यते तथा अत्र कृतिः नावगम्यते, किन्तु कर्मणि विद्यमानयोग्यता अवगम्यते इति अवगन्तव्यम्. अस्तु, अग्रे महोदय. अग्रे चित्रमस्ति अत्र. चैत्रपदम् इति चैत्रः इति अस्ति चैत्रपदेन, अत्र प्रथमविभक्ति उपयोगं कृतवती चेत् चैत्रः इति भवति. परन्तु चैत्रेण इति अस्ति उदाहरणे, अतः तृतीय एकवचनं तेन बोध्यते, अतः एकत्व चै एकत्वनिश् किं वदनीयम् चैत्रः आधेयत्वसम्बन्धेन कृत्याम् अन्वयः भवति अन्वेति कृत्याम् अन्वयः कृत्याम् अन्वयः चैत्रस्य आधेयत्वसम्बन्धेन कृत्याम् अन्वयः कृत्या सह अन्वयः कृत्या सह अन्वयः अपि च चैत्रेण इत्यनेन एकत्वमपि उक्तमस्ति तृतीया एकवचनमपि अस्ति तर्हि एकत्वम् इति समवायसम्बन्धेन चैत्रेण सह अन्वयः एकत्वस्य समवायसम्बन्धेन चैत्रेण सह अन्वयः तर्हि एवं वक्तुं शक्यते खलु समवायसम्बन्ध अवच्छिन्न एकत्वविशिष्ट चैत्रः चैत्रः आधेयत्वेन कृत्या अन्वयः अथवा कृतौ अन्वयः अस्तु अग्रे अग्रे कृतेः जन्यत्वसम्बन्धेन पाके अन्वयः पाकः इति पच् धातुतः आगतम् पाकः इत्युक्ते पाकस्य जन्यत्वसम्बन्धेन विक्लुप्तिः सह अन्वयः विक्लुप्तिः सह इति सः इति चेत् तृतीया विक्लुप्त्या अन्वयः सप्तमी प्रयोगं करोतु अस्तु अस्तु विक्लुप्तौ अन्वयः विक्लुप्त्यां विक्लुप्त्याम् अथवा विक्लुप्त्यौ सत्यं विक्लिप्त्यां सत्यं विक्लिप्त्याम् अत्र विक्लिप्तिः इति पदम् आख्यातम् इत्यतः आगतः इत्युक्ते पच्यते इति यत्र ते इति प्रत्ययः अस्ति तदेव आख्यातं तस्य अर्थः विक्लिप्तिः इति भवति तर्हि विक्लिप्तेः समवायसम्बन्धेन तण्डुले अन्वयः इति भवति तण्डुलः इति पदं तण्डुलः इति पदं तण्डुलपदम् इत्यस्मात् आगतः प्रथमविभक्त्यामस्ति अतः समवायसम्बन्धावच्छिन्न एकत्वनिष्ठतण्डुलः इति भवति अन्ततो गत्वा मुख्यविशेषः तण्डुलः इति भवति अस्तु अग्रे महोदय कोऽसौ योग्यः अर्थः व्यापारजन्यं फलं विक्लिप्तिः तच्चास्ति तण्डुले चैत्रेण इति तृतीया तु इह कृतिबोधिका तस्याः जन्यत्वसम्बन्धेन धात्वर्थे पाके अन्वयः पाकस्य जन्यत्वसम्बन्धेन फले विक्लिप्तौ अन्वयः तस्य च फलस्य कृतिवद् एव समवायेन प्रथमान्तार्थे तण्डुले अन्वयः अस्तु अत्र अत्र विक्लिप्तिः अत्र पकारः नास्ति तत्र मया दोषेन उच्चारितमासीत् विक्लिप्तिः इति मया उक्तं किन्तु विक्लिप्तिः इति एव अस्ति विक्लिप्तिः इति एव अस्ति मया दोषेन उक्तं भवान् तु समीचीनतया उक्तवान् विक्लिप्तिः इति मया उक्तं तत्र क्लिप्तिः इति पकारः मया उच्चारितः किन्तु तद् दोषाय विक्लिप्तिः इति एव भवेत् विक्लिप्तिः अत्र कोऽसौ योग्यः अर्थः कः असौ योग्यः अर्थः इति पूर्वस्मिन् परिच्छेदे उक्तम् एवं सति तण्डुले स्थातुं योग्यः अर्थः एव आख्यातेन बोध्यः इति उक्तं खलु तर्हि कोऽसौ योग्यः अर्थः योग्यः अर्थः इत्युक्ते किं व्यापारजन्यं फलं विक्लिप्तिः तर्हि तण्डुले एव विक्लिप्तिः अस्ति विक्लिप्तिः इति समवायसम्बन्धेन तण्डुले तस्य अवयव अन्वयः अस्ति विक्लिप्तिः इति किम् इत्युक्ते व्यापारजन्यं फलम् इत्युक्ते फलम् इत्युक्ते यत् पाक अत्र पचनक्रियया यः परिवर्तनं जायते तदेव विक्लिप्तिः तस्य फलम् एव विक्लिप्तिः इति व्यापारेण जन्यम् अस्ति विक्लिप्तिः अपि च तद् तण्डुले अस्ति. अत्र चैत्रेण इति यत् तृतीया विभक्त्यां पदमस्ति तेन कृति कृतेः बोधः जायते. अत्र केन कृतिः क्रियते इति चेत् चैत्रेण क्रियते इति बोधः जायते. कृत्याः जन्य तर्हि तदेव अत्र अग्रिमम् अस्ति. अत्र कृतेः जन्यत्वसम्बन्धेन पाके अन्वयः पुनः पाकस्य एतत् सर्वम् उक्तं खलु चित्रं दृष्ट्वा एव एतत् सर्वम् उक्तं. तदेव पुनः अत्र अस्ति अन्तितो गत्वा तण्डुले अन्वयः भवति यतोहि तण्डुलम् इति तण्डुलः इति प्रथमविभक्त्याम् अस्ति मुख्यविशेष्यः अस्ति अतः. अस्तु अग्रे महोदय. तथा च समवायेन एकत्वविशिष्टः यः चैत्रः आधेयत्वसम्बन्धेन तद्विशिष्टा या कृतिः जन्यत्वसम्बन्धेन तद्विशिष्टः यः पाकः जन्यत्वसम्बन्धेन तद्विशिष्टा विक्लिप्तिः समवायेन तद्विशिष्टः एकत्वविशिष्टश्च तण्डुलः इति युक्तो बोधः. अत्र सर्वम् अत्र सर्वे मिलित्वा एक एव वाक्येन यदा लिखामः चेत् अत्र प्रथमतया समवायसम्बन्धावच्छिन्न एकत्वनिष्ठचैत्रः इति वयम् उक्तं तत् तदेव अत्र अस्ति. यः चैत्रः एकत्वविशिष्टः अस्ति तस्मिन् समवायसम्बन्धेन एकत्वम् अस्ति. तर्हि सः एव चैत्रः आधेयत्वसम्बन्धेन पुनः तद्विशिष्टा कृतिः इत्युक्ते अत्र तद्विशिष्टा या कृतिः इति कृतिः इति अपि विशिष्टा भवति. पुनः कृतिः जन्यत्वसम्बन्धेन तद्विशिष्टः यः पाकः पुनः सः पाकः जन्यत्वसम्बन्धेन तद्विशिष्टा विक्लिप्तिः पुनः विक्लिप्तिः एव समवायेन तद्विशिष्टः तण्डुले अस्ति. तण्डुलः तु एकत्वविशिष्टः अस्ति. तादृशबोधः जायते एतेन वाक्येन चैत्रेण पच्यते तण्डुलः इति वाक्येन. चैत्रेण पच्यते तण्डुलः इति वाक्यं श्रुत्वा नैयायि कथां मतानुसारं कीदृशबोधः शाब्दबोधः कः शाब्दबोधः इत्युक्ते शाब्दबोधस्य आकारः ज्ञानं खलु ज्ञानस्य आकारः कः इत्युक्ते समवायेन एकत्वविशिष्टः यः चैत्रः आदित्वसम्बन्धेन तद्विशिष्टा या कृतिः जन्यत्वसम्बन्धिने तद्विशिष्टः यः पाकः जन्यत्वसम्बन्धेन तद्विशिष्टा विक्लिप्तिः समवायेन तद्विशिष्टः एकत्वविशिष्टश्च तण्डुलः इति युक्तः बोधः जायते. अस्तु अग्रे महोदय पठतु. एकत्वसमवायि चैत्रसमवेत कृतिजन्यपाकजन्यविक्लिप्तिमान् एकत्वसमवायेत तण्डुल समवायितण्डुलः इति प्रसिद्धः बोधः. अत एव प्रकृतधात्वर्थजन्यफलवतः कर्मणः बोधनात् अयं कर्मणि प्रयोगः कर्मणि बोध्ये प्रयोगः इति प्रसिद्धिः विशेषस्तु अन्यत्र द्रष्टव्यः. अस्तु अत्र अन्ततो गत्वा तण्डुलः इति मुख्यविशेष्यः अस्ति. तर्हि विशेषणानि कानि तस्य विशेषणानि कानि इत्युक्ते अत्र प्रथमतया एकत्वविशिष्टः तण्डुलः इत्युक्ते एकत्वम् इति समवायसम्बन्धेन तण्डुले वर्तते अतः एकत्वसमवायिततण्डुलः भवति. तादृशतण्डुलः विक्लिप्तिमान् अपि भवति. विक्लिप्तिमान् तण्डुलः पुनः पाकेन जन्यविक्लिप्तिमान् इति भवति. पुनः यः पाकः अस्ति सः पाकः कृतिजन्यपाकः अस्ति. तां कृत्यां चैत्रः अत्र समवेतः अस्ति. चैत्रः इति चैत्रे एव समवायसम्बन्धेन एकत्वम् अपि अस्ति. अतः एकत्वसमवायि चैत्रः इति भवति. सः समवेतः भवति. किन्तु अत्र किं समवेतम् किं समवेतम् अत्र कृति इति समवेतं खलु. हा भवता विपरीतरीत्या उक्तम्. चैत्रः समवेतः इति उक्तं कृतिः समवेतः. कृतिः समवेतः सम्यक् सम्यक्. किमर्थं कृतिः समवेतः इति चेत् समवेता इति चेत् समवायसम्बन्धेन चैत्रे वर्तते इति कृत्वा कृतिः समवेता. तादृश एकपदेन अत्र मुख्यविशेषः तण्डुलः इति बोधः जायते एतेन वाक्येन अस्मिन् उदाहरणे. अत एव प्रकृतधात्वर्थजन्यफलवतः कर्मणः बोधनात् इत्युक्ते अस्मिन् उदाहरणे अत्र कर्मणः बोधः जायते. कीदृशः कर्मणः? तर्हि प्रकृतधात्वर्थजन्यफलवतः कर्मणः इति अस्ति. तादृशकर्मणस्य बोधः जायते एतेन वाक्येन, अतः एतद् वाक्यं कर्मणि प्रयोगः इति प्रसिद्धः. अन्यत् विशेषः अस्ति, तत्तु अन्यत्र वयं द्रक्ष्यामः. अस्तु, तर्हि कर्तरिप्रयोगे कृतिमान् इति भवति, कर्मणि प्रयोगे फलवान् इति भवति, अथवा फलवत् इति भवति. फलवत् फलवान् फलवतः. हा, अन्ततो तत्र बोधः कथम् इति चेत् कर्तरिप्रयोगे कृतिमान् इति भवति, किन्तु कर्मणि प्रयोगे फलवत् इति भवति इति भेदः कर्मणि प्रयोगस्य कर्तरिप्रयोगस्य. उत्तमं महोदय, धन्यवादः. अग्रे इदानीं भावे प्रयोगः. तर्हि कर्मणि प्रयोगः किं, कर्तरिप्रयोगः किम् इति अवगतं. तर्हि इदानीं भावे. अस्तु, सत्यभामा भगिनी. आं महोदय, तृतीयः तु प्रकारः भावे प्रयोग इति प्रसिद्धः, स च अकर्मकधातुर्योगे भवति. तस्मात् च पुनः पठतु. स च अकर्मकधातोर् एव भवति. धातोर्योगे इति भवती पठितवती इति भाति. धातोः एव भवति. तस्मात् च धातोः न धातुर्थ धातुर्थव्यापारजन्यं किञ्चित् फलं बुध्यते. शुद्धविजातीयव्यापारः सुप्यते चैत्रेण इत्यादौ धातुना उपस्थाप्यते. चैत्रेण इति तृतीया कर्मणि प्रयोग इव इह अपि कृतिबोधिका. वृत्तित्वं वा तदर्थः. आख्यातार्थः तु इह धात्वर्थ एव. भावः धात्वर्थः, भावो धात्वर्थः. सः बोध्यते आख्यातेन इति अस्य भावे प्रयोग इति व्यापारः. तथा च चैत्रवृत्ति स्वरूपक्रिया इति स्वापरूपा क्रिया इति बोधः. यदि च प्रत्ययस्य अस्य न कोऽपि अर्थः बोधे भासते इति मतं स्वीक्रियते तदा चैत्रवृत्तिः स्वापः इत्येव बोधः इति अलं पल्लवि तेन. इदानीं तृतीयः प्रकारः अस्ति भावे प्रयोगः इति. कर्तरिप्रयोगः कर्मणि प्रयोगः अभवत्. इदानीं तृतीयः भेदः भावे प्रयोगः. तत्र च अकर्मः धातुः एव भवति इति दत्तमस्ति. तस्मात् धातोः अकर्मः धातुः अस्ति इति कृत्वा तत्र धातुना केवलव्यापारम् एव बोध्यते. विजातीयव्यापारम् इति उक्तमस्ति. कुत्र केवलव्यापारजन्यः जन्यः वा व्यापारत्वम् इति वक्तव्यं वा? समीचीनतया वदतु. अकर्मकधातुः नैयायिकानां मतानुसारम् अकर्मकधातुः इत्युक्ते किम्? केवलव्यापारं केवलशब्देन किं निवृत्तम्? फलं न दत्तं. यस्य व्यापारस्य फलमेव नास्ति यस्य व्यापारस्य फलमेव नास्ति तादृशव्यापारः यदि दातना बोध्यते तदा तस्य नाम अस्ति अकर्मकधातुः। वस्तुतः एतादृशं भवति वा? फलमेव नास्ति यस्य कस्यापि व्यापारस्य, फलं नास्ति इति कृत्वा कोऽपि व्यापारः करोति किम्? न करोति। किन्तु नैयायिकाः तादृशं वदन्ति स्थूलरीत्या, इत्युक्ते अत्र अस्मिन् ग्रन्थे एतदेव दत्तमस्ति, किन्तु इतोपि अत्र कः धातुः उदाहरणे दत्तः अस्ति? स्वप् इति। हा अस्तु, स्वप् इति धातोः, तत्र स्वपनम् इति अस्ति खलु, किमर्थं भवती प्रतिदिनं स्वपिति खलु? आम्। किमर्थं स्वपिति? सुखम् अनुभूयते खलु? सत्यं, सुखम् अपि च विश्रान्तिः खलु, विश्रान्तिः, श्रमः जातः दिने, तर्हि विश्रान्त्यर्थं भवती स्वपिति, तर्हि तत्र विश्रान्तिप्राप्तिः फलं भवति खलु? भवति, भवति। हा किन्तु तादृशम् अत्र नैयायिकैः न उक्तः। अत्र तस्माच्च धातोः न धात्वर्थव्यापारजन्यं किञ्चित् फलं बुध्यते, शुद्धः विजातीयः व्यापारः सुप्यते चैत्रेण इत्यादौ धातना उपस्थाप्यते। इत्युक्ते नैयायिकानां मतानुसारं स्वपनक्रियायाः फलमेव नास्ति, केवलं स्वपनक्रिया व्यापारमेव इति तेषां मतम्। तादृशधातुना सह भावेप्रयोगः कर्तुं शक्यते इति तेषां मतमस्ति। अस्तु, अतः एव उच्यते इति कृत्वा एव उपस्थाप्यते इति दत्तमस्ति तेषां मतानुसारम्। उपस्थाप्यते मध्ये भेदः नास्ति, भेदः नास्ति इति एव अहं चिन्तितवती। इत्युक्ते तत्र सुप् धातोः केवलं सुप् धातुना केवलं व्यापारः इच्छते, उच्यते व्यापारः एव उच्यते, तस्य फलं न बुध्यते, फलमस्ति वा न वा इति प्रायः विषयः नास्ति अत्र। फलं तु भवति, किन्तु सुप्यते अत्र सुप् धातुना किं बुध्यते इति चेत् केवलं व्यापारः एव अवगच्छामः इति नैयायिकानां मतम्। अस्तु, अग्रे वदतु भगिनि। चैत्रेण इति तृतीया कर्मणि प्रयोग इह, कर्मणि प्रयोग इव इह अपि कृतिबोधिका। चैत्रेण इत्यस्य इत्यत्र यः तृतीया प्रत्ययः अस्ति तेन कृति कर्मणि प्रयोगे अपि कृतिमान् चैत्रः इति एव अत्रापि कृति एव बोधिका। वृत्तित्वं वा अत्र वदतु भगिनि, कृतिमान् इदानीं कृति चैत्रे वर्तते इति एव कृति इत्यनेन तृतीया प्रत्ययेन टा प्रत्ययः अस्ति तेन कृति एव बोध्यते इति इत्युक्ते तृतीया एकवचनप्रत्ययेन कृति उक्तः अस्ति। कृति आधेयत्व चैत्रे आत्मनि आत्मनिष्ठगुणः अस्ति कृति, अतः इति कृति इदानीं चैत्रे अस्ति इति वक्तव्यम्। तर्हि चैत्रेण सुप्यते इति अस्मिन् वाक्ये चैत्रपदस्य उपरि यद् तृतीया विभक्तिः विद्यते, तृतीया विभक्त्याः अर्थः कः इति चेत् कृतिः, हा चैत्रे विद्यमानकृतिः, कृतिः इति अवगन्तव्यम्। अस्तु, अग्रे। चैत्रनिष्ठा या कृतिः तदर्थः इदानीम् आख्यातार्थः तु इह धात्वर्थे एव, आख्यातार्थं धात्वर्थे आगच्छति इदानीं। सप्तमी किमर्थं प्रयोगं करोति? धात्वर्थः एव, सोप् इति धातुः तस्मिन् नास्ति, तदेव इति वक्तव्यं, धात्वर्थः एव तस्य सुप् इति निद्रा अस्ति, निद्रायाम् आगच्छति इति वा आख्यातार्थः? आख्यातम् अत्र भगिनि सम्यक्तया वक्तव्यं भगिनि. आख्यातार्थः तु इदानीं किम् अत्र सोप् इति यदस्ति तस्य अर्थः व्यापारस्य सोप् इति पदार्थस्य अर्थः नास्ति, धातोः अर्थः नास्ति. आख्यातं नाम किम्? तिङ् प्रत्ययः अस्ति. तर्हि तद् वदतु न इति वक्तव्यम् अत्र सूच्यते. ते इति प्रत्ययस्य अर्थः धात्वर्थः एव ते इति प्रत्ययस्यापि अर्थः इति वक्तव्यं वा? कर्तरिप्रयोगे अस्तु भवतु, अत्र पश्यतु चैत्रेण सुप्यते इत्यत्र प्रत्ययद्वयमस्ति, चैत्रपदस्य अनन्तरं तृतीया प्रत्ययः सुप्रत्ययः, सुप् धातोः अनन्तरं ते इति आख्यातप्रत्ययः. तृतीया प्रत्ययस्य अर्थः अस्ति कृतिः. ते इति प्रत्ययेन कः अर्थः बुध्यते? धात्वर्थः एव बुध्यते. तर्हि कर्मणि प्रयोगे पाचकः पचति इत्यत्र ति इति आख्यातप्रत्ययेन प्रत्ययस्य अर्थः कः? ति इति प्रत्ययस्य अर्थः योग्यः अर्थः इति उक्तमस्ति, व्यापारजन्यं फलम् इति. भगिनि मम प्रश्नं श्रुत्वा कृपया वदतु, पाचकः पचति इति प्रथमं कीदृशप्रयोगः? पाचकः पचति कर्तरिप्रयोगः. तत्र विद्यमान ति इति आख्यातप्रत्ययस्य अर्थः कः? पाचकः तत्र आख्यातेन तिङ् प्रत्ययः उक्तः अस्ति. आख्यातेन तिङ् प्रत्ययः उक्तः इति मा वदतु, आख्यात तिङ् प्रत्ययस्य क्रिया नाम क्रिया क्रिया उक्तः अस्ति नास्ति, कृतिः इति वक्तव्यं. सर्वं वदति चेत् भवती किम् अवगच्छति? न न इदानीम् अहं यद् उक्तवती तदेव सत्यं, पचति इत्यत्र ति इति प्रत्ययेन कृतिः उक्तः अस्ति. कृतिः इति किम्? आत्मगुणः. इति वक्तव्यं कर्मणि प्रयोगे भवती सर्वं वदति. मम मनसि सर्वम् आगच्छति, क्षम्यता महोदय. तर्हि स्पष्टता नास्ति इति भाति, यदि एकमेव उत्तरं भवति तदा स्पष्टता अस्ति, तत् तत्र यत् यत्किमपि भवती जानाति सर्वं वदति चेत् अत्र सर्वं समीचीनं न भवति खलु? पाचकः पचति भगिनि एवं वक्तव्यं स्पष्टतया, पाचकः पचति इत्यत्र ति इति तिङ् प्रत्ययः आख्यातप्रत्ययः अस्ति, तस्य अर्थः चैत्रः इति जीवात्मनि विद्यमान आत्मगुणः कृतिः इति अर्थः. अस्तु तर्हि इदानीं द्वितीयप्रश्नः, प्रश्नं श्रुत्वा समीचीन अर्थं सर्वं कृपया मा वदतु, चैत्रेण पच्यते तण्डुलः इत्यस्मिन् वाक्ये आख्यातप्रत्ययः कः, तस्य अर्थः कः? अत्र आख्यातप्रत्ययः ते पच्यते कः, तस्य अर्थः व्यापारजन्यं फलं विक्लिप्ति इति. ते इति प्रत्ययः पच्यते तण्डुलः इति अस्ति खलु, तण्डुले साधु योग्यः इति. आं महोदय, अत्र यद् बेहुल् महोदयस्य मया चिन्तितः, तत् श्रुतवती वा न वा? श्रुतवती किन्तु तदेव मम अवगतम्. अस्तु मेहुल् महोदय, चैत्रेण पच्यते तण्डुलः इत्यस्य ते इति प्रत्ययस्य आख्यातप्रत्ययस्य अर्थः कः? इति कृति एव ते इत्यनेन भोः कृति एव वा चैत्रेण पच्यते तण्डुलः एकनिमिषं भगिनि मेहुल् महोदयेन सह अहं सम्भाषणं कुर्वन् अस्मि चैत्रेण पच्यते तण्डुलः इत्यस्मिन् वाक्ये आख्यातप्रत्ययः कः मेहुल् महोदय सत्यं सत्यम् अत्र पक् पच् धातु पच् पक् इति क्रियायां यः योग्यता तण्डुले यस्य पक्तुं योग्यता अस्ति तदेव अर्थः ते इत्यनेन कर्मणि विद्यमानयोग्यता अर्थः कर्मणि सत्यं कर्मणि कर्मणि प्रयोगे विद्यमान आख्यातप्रत्ययस्य अर्थः कर्मणि या योग्यता वर्तते पाचकः पचति इति कर्तरिप्रयोगे ति इति प्रत्ययस्य अर्थः कर्तरि विद्यमानकृतिः क्रिया नास्ति कृतिः कृति सत्यम् आत्मनि कृतिः आत्मगुणः कृतिः इति आत्मगुणः क्रिया इति चेत् भिन्नः भिन्नपदार्थः सप्तपदार्थेषु क्रिया इति भिन्नपदार्थः अस्ति गुणः इति भिन्नपदार्थः अस्ति स्पष्टतया अवगन्तव्यम् पाचकः अन्नं पचति इत्यस्मिन् वाक्ये आख्यातप्रत्ययः कः इति चेत् ति इति प्रत्ययः ति इति आख्यातप्रत्ययेन कः बोधः जायते इति चेत् कर्तरि विद्यमान आत्मगुणः कृतिः तस्याः बोधः जायते चैत्रेण पच्यते तण्डुलः इति कर्मणि प्रयोगवाक्ये आख्यातप्रत्ययः ते इति प्रत्ययः ते इति प्रत्ययेन कः बोधः जायते इति चेत् कर्मणि विद्यमानयोग्यता सा योग्यता फलस्य आश्रयः भवितुं योग्यता सः एव बुध्यते कर्मणि विद्यमान कर्मणि इत्युक्ते कर्मकारके विद्यमानयोग्यता योग्यता कस्मिन् विषये योग्यता इति चेत् फलं फलस्य आश्रयं भवितुं या योग्यता अस्ति सा योग्यता बुध्यते तर्हि इदानीम् एवं भावे प्रयोगे इदानीं सुप्यते चैत्रेण सत्यभामा भगिनी वदतु अत्र आख्यातप्रत्ययः कः ते इति आख्यातप्रत्ययः तस्य अर्थः कः धात्वर्थः एव उत्तमम् इदानीमेव अहम् अवगतवती योग्य कर्मणि प्रयोगे विद्यमानयोग्यः एव ते इति आख्यातप्रत्ययेन उक्तः इति तद् पुनः एकवारम् इदानीमपि समीचीनतया न उक्तवती एकवारं समीचीनतया वदतु कर्मणि विद्यमानयोग्यता इति कर्मणि विद्यमानयोग्यता आख्यातप्रत्ययस्य अर्थः कर्मणि प्रयोगे कर्तरि विद्यमानकृतिः कृति कर्तरिप्रयोगे विद्यमान आख्यातप्रत्ययस्य अर्थः भावे प्रयोग भावे प्रयोगे आख्यातप्रत्ययस्य अर्थः धात्वर्थः एव धातोः यः अर्थः अस्ति यथा कर्तरिप्रयोगे अस्तु भवतीमपि एवं पृच्छामि अन्नं पचति चैत्रः इत्यत्र चैत्रे विद्यमानसु इति प्रत्ययस्य कः अर्थः एकत्वम् विशेषमपि अस्ति बहु किमपि मा वदतु चैत्रपदार्थः कृतिमान् विशेष्यमेव प्रथमाविभक्त्याम् उक्तमस्ति सु इति प्रत्ययः तद् मम प्रश्नः नास्ति खलु यदि मम प्रश्नः नैयायिकानां मतानुसारं तादृशं नास्ति चेत् प्रथमाविभक्त्या कर्ता उक्तः अस्ति महोदय इदानीं कर्तरिप्रयोगः अस्ति चेत् भगिनी सु इति प्रत्ययस्य विधानसूत्रं किं प्रथमाविभक्तिविधानसूत्रं प्रातिपदिक अर्थ लिङ्गवचनं किमर्थं न वदति अन्यत् सर्वं वदति विशेष्यम् इति पदं वदति सु इति प्रत्ययस्य अर्थः कः? प्रातिपदिकार्थ एव. तर्हि अन्नं पचति चैत्रः इति वाक्ये चैत्रे विद्यमानसु इति प्रत्ययस्य अर्थः कः इति चेत् इदानीम् उत्तरम् एकेन पदेन वदतु. प्रातिपदिकार्थमेव. तत्र प्रातिपदिकं किम्? चैत्रः एव. तदेव वक्तव्यम्. इदानीं यथा स्पष्टतया उक्तवती अन्नं पचति चैत्रः इत्यस्मिन् वाक्ये चैत्रे विद्यमानसु प्रत्ययस्य अह अर्थः कः इति चेत् चैत्र इति एव यथा तथा चैत्रेण सुप्यते इत्यस्मिन् वाक्ये ते इति प्रत्ययस्य अर्थः कः इति चेत् धातुः एव. स्वस्य अर्थः किमपि नास्ति. यथा प्रत्ययस्य स्वार्थं किमपि नास्ति. प्रातिपदिकस्य अर्थमेव बोधयति यथा सु इति प्रत्ययः. तथा भावे प्रयोगे ते इति आख्यातप्रत्ययः आख्यातप्रत्ययस्य अर्थः स्वयं नास्ति, केवलं धात्वर्थमेव बोधयति. अतः एव अत्र वाक्यम् एवं दत्तं, तथा च चैत्रवृत्तिस्वरूपरूपा क्रिया इति बोधः. ते इति प्रत्ययेन किम् अवगन्तव्यम् इति चेत् क्रिया एव अवगन्तव्यम्. क्रिया तु इदानीं सुप् इति धातुना अवगतं खलु. तर्हि किमर्थं ते इति प्रत्ययस्य आवश्यकता? पदसंज्ञा नास्ति चेत् न प्रयोक्तुं शक्यते. उत्तमं. तर्हि यथा अन्नं पचति चैत्रः इत्यस्मिन् वाक्ये सुप्रत्ययस्य स्वार्थः नास्ति, चैत्र इति प्रातिपदिकस्य यः अर्थः अस्ति सः एव अर्थः सु इति प्रत्ययस्य इति अवगतं चेत् तत्र किमर्थं सुप्रत्ययस्य विधानम् अत्र अनावश्यमस्ति खलु इति चेत् पदसंज्ञाप्राप्त्यर्थं पदानां प्रयोगः एव वाक्येषु करणीयः इति नियमः अस्ति. इति यथा तत्र उक्तं तथा अत्रापि चैत्रेण सुप्यते इत्यत्र ते इति आख्यातप्रत्यये प्रत्ययस्य अर्थः सुप् धातोः यः अर्थः अस्ति सः एव अर्थः ते इति ते इति प्रत्ययस्यापि. तर्हि चैत्रेण सुप् इति वदामश्चेत् पर्याप्तं. किमर्थं सुप्यते इति वक्तव्यम् इति चेत् पदसंज्ञा प्राप्त्यर्थम्. बुध्यते खलु? बुध्यते. तर्हि इदानीं तत्र अग्रे पठतु. यदि च प्रत्ययस्य न कोऽपि अर्थः, किमर्थमत्र एतादृशं लिखितं पश्यतु. इदानीं यथा मया प्रतिपादितं प्रत्ययस्य न कोऽपि अर्थः खलु. धातोः यः अर्थः अस्ति सः एव अर्थः अत्र प्रत्ययेनापि उक्तः इति मया उक्तम् इदानीं. तर्हि किमर्थम् इति चेत् एकम् उत्तरमस्ति पदसंज्ञाप्राप्त्यर्थम्. अथवा अन्यदर्थं वक्तुं शक्यते. तदेव अस्मिन् वाक्ये उक्तं. यदि च पुनः एकवारं पठतु. यदि च प्रत्ययस्य अस्य न कोऽपि अर्थः बोधे भासते इति मतं स्वीक्रियते तदा चैत्रवृत्ति स्वीक्रियेत. यदि स्वीक्रियेत, इफ् यु अस्यूम् इट् लैक् दिस्, ओके, तदा प्रत्ययस्य न कोऽपि अर्थः बोधे जायते इति स्वीकुर्मश्चेत् तर्हि अनावश्यकमस्ति खलु ते इति प्रत्ययः इति चेत् तत्र प्रथम उत्तरमस्ति पदसंज्ञाप्राप्त्यर्थम् इति समीचीन उत्तरम्. अत्र पुस्तके तद् उत्तरं न दत्तं, किन्तु अस्माभिः ऊहां कर्तुं शक्यते. अपि च सा च ऊहा समीचीना एव इति एकं. तदनन्तरं तत्र एतदपि वक्तुं शक्यते. तदा च चैत्रवृत्तिस्वाभा इत्येव बोधः इति अलं पल्लवी तेन चैत्रवृत्तिस्वाभा इत्येव बोधः चैत्रे एतत् क्रिया जायते इति एव बोधः तावत् पर्याप्तम् इत्युक्ते आदेयः खलु चैत्रवृत्तिः स्वापः इति बोधः जायते तर्हि चैत्रेण सुप्यते इत्यत्र इति वाक्यं श्रुत्वा भावेप्रयोगवाक्यं श्रुत्वा कः अर्थबोधः जायते इति चेत् चैत्रे स्वापः जायमानमस्ति इति बोधः जायते तावदेव इत्युक्ते बोधे मुख्यविशेष्यः कः अत्र स्वापः इति हा चैत्रेण सुप्यते इति वाक्ये प्रथमाविभक्त्यां किमपि पदमस्ति किम् नास्ति तर्हि मुख्यविशेष्यः एव नास्ति इति भाति खलु आम् किन्तु चैत्रेण सुप्यते इति वाक्यं किञ्चित् परिवर्त्य चैत्रवृत्तिः स्वापः इति वदामश्चेत् इदानीं प्रथमाविभक्त्यां पदमागतं खलु आम् आगतम् हा तर्हि अत्र मुख्यविशेष्यः कः स्वापः सो चैत्रवृत्तिः अपि प्रथमाविभक्त्यामस्ति किमर्थं चैत्रवृत्तिः विशेष्यं न स्यात् तद् एतत् क्रिया चैत्रे एव सम्भवति सः आधारः अस्ति उत्तरं वदतु भवती सर्वदा किं करोति मम प्रश्नं श्रुत्वा अन्यत् किमपि वदतु चैत्रवृत्तिः प्रश्नः मम पुनः प्रश्नं वदामि श्रुत्वा उत्तरं वदातु चैत्रवृत्तिः स्वापः इत्यस्मिन् वाक्ये पदद्वयमस्ति उभयोः पदयोः प्रथमान्तमस्ति खलु अस्ति तर्हि मुख्यविशेष्यः कः इति चेत् वाक्ये प्रथमान्तपदं यदस्ति तदेव मुख्यविशेष्यः इति चेत् तत्र स्वापः अपि मुख्यविशेषः भवितुमर्हति चैत्रवृत्तिः अपि मुख्यविशेषः भवितुमर्हति तर्हि किमर्थं स्वापः एव मुख्य विशेषः चैत्रवृत्तिः मुख्यविशेषः न इति प्रश्नः तस्य उत्तरं वदतु चैत्रवृत्तिस्वापः किमर्थम् इति न अवगतं महोदय भवती जानाति किन्तु चिन्तनीयं यु हाव् टु अप्लै वाट् यु नो अस्तु अत्र चैत्रवृत्तिः स्वापः इति वाक्ये वैयाकरणरीत्या कति पदानि सन्ति चैत्रवृत्ति वैयाकरणमतरीत्या नैयायिकानामतरीत्या मया न पृष्टम् अत्र पदद्वयं चैत्रवृत्तिः अपि च स्वपः उत्तमं पदयोः विभक्तिः का प्रथमाविभक्तिः एकवचनमस्ति लिङ्गं किम् एक वृत्तिः स्वपः पुल्लिङ्गमस्ति सत्यं खलु तर्हि तत्र समानविभक्तिकत्वं वचनत्वं लिङ्गत्वम् इति एतत् सर्वमस्ति तर्हि अनयोः मध्ये कः भावः अस्ति विशेषणविशेषभावः अस्ति हा तर्हि अत्र किं विशेषणं किं विशेष्यम् स्वापः इति विशेष्यमस्ति चैत्रवृत्ति इति विशेषणमस्ति इति कृत्वा तर्हि मम प्रश्नस्य उत्तरम् एतदेव यद्यपि अस्मिन् वाक्ये पदद्वयमस्ति तथापि किमर्थं स्वापः एव विशेष्यं मुख्यविशेष्यम् इति किमर्थं स्वीकृतवती चैत्रवृत्तिः इति प्रथमान्तपदं किमर्थं न मुख्यविशेषः इति चेत् इदानीम् उत्तरं वदतु स्वापः इति विशेष्यमस्ति तस्य विशेषणमस्ति चैत्रवृत्ति इति हा चैत्रवृत्तिः इति विशेषणमस्ति इति कृत्वा तद् मुख्यविशेष्यं न भवति इति वक्तव्यम् अस्तु तर्हि इदानीम् इतोपि एकः प्रश्नः चैत्रवृत्तिः इत्यत्र यः सु इति प्रत्ययः अस्ति तस्य अर्थः कः चैत्रवृत्ति एव स्वापः एव अभेदः कृपया एतादृशं वदन्तु सोप् यद् अर्थं सोप् इति पदेन उक्तः अस्तु स्वापः इति पदस्य अन्ते विद्यमानसु प्रत्ययस्य अर्थः कः स्वापः इत्यत्र प्रातिपदिकार्थः एव तत्र प्रातिपदिकमत्र किं स्वप् इति स्वप् इति प्रातिपदिकं वा स्वाप् स्वापः स्वापः इति वक्तव्यं वा स्वाप इति अकारान्तपुल्लिङ्गपदं स्वाप हा किमर्थं स्वप् इति वदति स्वप् इति ये धातुः अस्ति वा तद् मया न पृष्टं खलु सर इति भवत्याः अत्र मम प्रश्नं श्रुत्वा उत्तरं न वदति भवती मनसि किमपि अस्ति तदेव वदति स्वापः इति पदस्य अन्ते विद्यमानसु प्रत्ययस्य कः अर्थः स्वाप इति अर्थः हा स्वाप इति प्रातिपदिकस्य यः अर्थः सः एव चैत्रवृत्तिः इति पदस्य अन्ते विद्यमानसु इति प्रत्ययस्य अर्थः कः अभेदः अर्थः हा केन सह अभेदः स्वाप इति प्रातिपदिकस्य यः अर्थः अस्ति तदेव अर्थः सु इति प्रत्ययस्य अपि चैत्रवृत्ति इत्यस्य उत्तरवर्ति सु प्रत्ययस्य अपि पुनः दोषं कृतवती चैत्रवृत्ति इत्यस्यापि इति वक्तव्यम् इति नास्ति कृपया भोः महोदय अभेदार्थः सु प्रत्ययस्य एव इति अहं चिन्तितः भगिनि अभेदः इति पदं प्रयुज्य एकं वाक्यं वदतु अभेदः इदानीं विशेषणविशेषणं भावं स्वीकृत्य वक्तव्यं वा नीलम् अपि च घटः सर्वदा एतादृशमेव कृतं यदि अहं प्रश्नं पृच्छामि पुनः मां पृच्छति एकनिमिषं भगिनि अत्र सामान्यप्रश्नं मया क्रियते अभेदः इति पदं प्रयुज्य एकं वाक्यं यत्किमपि वाक्यं वदतु अभेदः इति पदं वाक्ये भवेत् खडः मृत् अनयोः अभेदः अस्ति अभेदेन मृद् खडे वर्तते हा तर्हि इदानीं तृतीया प्रयुक्तं खलु भवत्या तर्हि तादृशम् अत्र वक्तव्यं चैत्रवृत्तिः इति पदस्य अन्ते विद्यमानस्सु इति प्रत्ययस्य अर्थः अभेदः इति चेत् केन सह अभेदः इति प्रश्नः उदेति तर्हि अत्र कयोः मध्ये अभेदः यथा घटमृदोः मध्ये अभेदः भवत्या उक्तं तथा अत्र तयोः मध्ये अभेदः इदानीं सोप् इति पदेन यः पदार्थः उक्तः सोप् इति प्रातिपदिकस्य सोप् इति पदमेव नास्ति सोपा इति पदे प्रातिपदिकेन यः पदमपि नास्ति प्रातिपदिकम् अस्ति खलु सोपा इति प्रातिपदिकम् आकारान्तस्त्रीलिङ्ग वा स्वापा इति स्वापा इति प्रातिपदिकेन यः पदार्थः इति अनुक्त्वा स्वप् इति वदति स्वप इति वदति स्वाप इति प्रातिपदिकेन यः पदार्थः उक्तः सः एव पदार्थः चैत्रवृत्ति पदस्य उत्तरवर्ति सुप्रत्ययस्य नापि उक्तः किमर्थम् ऐ डोण्ट् नो वै यु काम्प्लिकेटेड् सो मच् यु शुड् नाट् काम्प्लिकेट् बिकास् यु विल् कन्फ्यूस् युर् स्टूडेण्ट्स् ऐ एम् कन्सर्न्ड् अत्र भवती समीचीनतया मम पूर्वं यत् मया पृष्टम् अभेदः इति पदं प्रयुज्य एकं वाक्यं वदतु इति मया प्रार्थितं तत्र किम् उक्तं घटमृदोः अभेदः अस्ति इति उक्तं खलु एवं सामान्यवाक्यम् अत्र वदतु अभेदः तयोः इदानीं चैत्रवृत्तिः एकनिमिषम् एकनिमिषम् चैत्रवृत्तिः इति पदस्य अन्ते यः सुप्रत्ययः अस्ति तस्य अर्थः अभेदः इति समीचीनतया भवती उक्तवती तर्हि तस्मादुपरि तयोः अभेदः इति पृष्टम् इदानीम् एकेन पदेन वाक्यं वदतु नाम एकेन पदेन उत्तरं वदतु स्वाप अपि च सुप्रत्ययोः चैत्रवृत्ति इति वक्तव्यम् अत्र मम कन्फ्यूषन् अस्ति चैत्रवृत्ति इति वक्तव्यं वा सु इति प्रत्ययः इति वक्तव्यं भगिनि पुनः वदामि अभेदः इति पदं प्रयुज्य एकं वाक्यं वदतु इति यथा मया प्रार्थितं तदा भवती उक्तवती घटमृदोः अभेदः खलु घटमृदोः अभेदः अस्ति इति भवत्या उक्तम् एवं चैत्रवृत्तिः इत्यत्र विद्यमानसुप्रत्ययस्य अभेदः अर्थः अस्ति चेत् कयोः मध्ये अभेदः यथा पूर्वं घटमृदोः इति उक्तवती तथा अत्र चैत्रवृत्ति स्वापः स्वापयोः अभेदः हा तावदेव वक्तव्यं तद् अनुक्त्वा अन्यत् सर्वं वदति अहं प्रथम एतदेव उक्तवती नास्ति इति न उक्तवती यदा कदापि भवती ध्वनिमुद्रणं शृणोतु न उक्तवती एकवारमपि न उक्तवती चैत्रवृत्तिस्वापयोः मध्ये अभेदः इति न उक्तवती अत्र अद्य दिनस्य ध्वनिमुद्रणं कृपया शृणोतु हा अत्र एतावत् यदि एकेन एकेन पदेन वक्तव्यं चैत्रवृत्तिस्वापयोः मध्ये अभेदः चैत्रवृत्ति इति प्रातिपदिकस्य अनन्तरं यः सु इति प्रत्ययः अस्ति तेन उक्तः तर्हि चैत्रवृत्तिः इत्यत्र यः सुप्रत्ययः अस्ति यस्य अभेदः अर्थः अस्ति तयोः मध्ये अभेदः वदति सु इति प्रत्ययः इति चेत् चैत्रवृत्तिस्वापयोः मध्ये इति वक्तव्यं बुध्यते खलु हा इति स्पष्टतया वक्तव्यं भवति कृपया तत्र स्पष्टता भवेत् बहु किमपि वदति चेत् भवती अपि न अवगच्छति अत्र छात्राः ये सन्ति तेषामपि महान् भ्रमः जायते भवतु अभ्यासेन भवति किन्तु अतः एव अहं वदन्नस्मि अत्र लिखतु इति भवती अपि उक्तवती अत्र लिखित्वा मां प्रेषयामि इति अहम् अस्य ध्वनिमुद्रम् इदानीमेव यः एव श्रोतं स्टेटस् लिसनिङ्ग् अस्तु अस्तु समीचीनं तर्हि अस्तु इदानीं स्वामी महोदय भवता पठितुं शक्यते किम् एकनिमिषं अत्र मम पूर्वम् अत्र क्लारिटि आसीत् मम कृते अस्य विषये अभेदः अपि च दिस्तिङ्ग् विशेषणविशेष्यो मध्ये इदानीम् अहं पुनः तत् दोषेण उक्तवती अभेदः विशेषणविशेष्ययोः मध्ये अभेदः तर्हि अत्र विशेषणं किं चैत्रवृत्ति इति विशेषणं विशेष्यं किं स्वाप इति चैत्रवृत्तिस्वापयोः मध्ये अभेदः उच्यते केन सु इति प्रत्ययेन कस्मिन् विद्यमानसु इति प्रत्ययः चैत्रवृत्ति इत्यस्मात् विद्यमानसु प्रत्ययेन चैत्रवृत्तिस्वापयोः मध्ये अभेदः उच्यते तदेव सु इति प्रत्ययस्य अर्थः तर्हि स्वाप इत्यस्माद् विद्यमानसु प्रत्ययस्य अर्थः कः इति चेत् स्वाप इति प्रातिपदिकस्य यः अर्थः अस्ति सः एव अर्थः इति कृत्वा चैत्रेण सुप्यते इत्यस्मिन् वाक्ये यद्यपि प्रथमान्तपदं दृश्यते एव तर्हि नैयायिकानां मतानुसारम् अत्र प्रथमा विभक्त्यन्तपदं नास्ति तर्हि अर्थबोधः एव नास्ति इति न वक्तव्यम् चैत्रवृत्तिः स्वापः इति तस्य विभक्तिपरिवर्तनं कृत्वा चैत्रेण सुप्यते इति वाक्यस्य अर्थः कः इति चेत् चैत्रवृत्तिः स्वापः इति वाक्यस्य यः अर्थः सः एव अर्थः चैत्रेण सुप्यते इति वाक्यस्य अर्थः तर्हि अत्र प्रथमाविभक्त्यन्तपदम् आगतम् किन्तु समस्या का इति चेत् पदद्वयमस्ति तर्हि एकं विशेषणम् अन्यद् विशेष्यम् तर्हि विशेषणे विद्यमानसुप्रत्ययः प्रथमान्तप्रत्ययः विशेषणविशेष्ययोः मध्ये अभेदः बोधयति इति अवगन्तव्यम् अस्तु तर्हि सर्वं समीचीनतया चिन्तितं सर्वे मनसि संस्थापयन्तु अन्नं पचति चैत्रः इत्यत्र आख्यातप्रत्ययेन ति इति प्रत्ययस्य अर्थः कः इति चेत् चैत्रे विद्यमान आत्मगुणः कृतिः चैत्रेण पच्यते तण्डुलः इत्यत्र विद्यमान ते इति आख्यातप्रत्ययस्य अर्थः कः इति चेत् कर्मणि विद्यमानयोग्यता कस्मिन् विषये योग्यता इति चेत् फलाश्रयं भवितुं योग्यता अत्र फलं विक्लिप्तिः तस्य आश्रयः भवितुम् अर्हति तादृशयोग्यता अस्ति तण्डुले अतः एव मया भिन्नम् उदाहरणम् उक्तम् चैत्रेण पच्यते शिलाखण्डः इति चेत् शिलाखण्डे विक्लिप्तिः इति फलस्य आश्रयः भवितुं योग्यता नास्ति इति कृत्वा चैत्रेण पच्यते शिलाखण्डः इति वदामश्चेत् निरर्थकवाक्यमस्ति तत् अर्थबोधः एव न जायते वाक्यं श्रुत्वा यद्यपि व्याकरणरीत्या अत्र कर्मत्वम् इति एतत् सर्वं वक्तुं शक्यते किन्तु अर्थबोधः न जायते अस्तु तदनन्तरं चैत्रेण पच्ये सुप्यते इत्यस्मिन् वाक्ये ते इति आख्यातप्रत्ययस्य अर्थः कः इति चेत् भावः एव अर्थः स्व अर्थः नास्ति यथा अन्नं पचति चैत्रः इत्यत्र चैत्रस्य चैत्रे विद्यमानसुप्रत्ययस्य अर्थः कः इति चेत् स्वार्थः नास्ति यथा तथा अत्रापि तर्हि अत्र प्रथमान्त्यां प्रथमान्तपदं नास्ति एव इति चेत् अत्र विभक्तिपरिवर्तनं कृत्वा चैत्रवृत्तिः स्वापः इति अवगन्तव्यः तत्र इदानीं स्वापः इति भावः एव उक्तः तदेव मुख्यविशेषः तर्हि तत्रैव अस्माकं विवक्षा अस्ति तर्हि भावे प्रयोगः किमर्थं करणीयः इति चेत् तत्र अन्यस्मिन् वर्गे अष्टाध्यायी प्रवेशः इत्यस्मिन् वर्गे मया उक्तं तर्हि मेहुल् महोदय मया सह किञ्चित् सम्भाषणं करोतु अस्तु महोदय रामः अस्ति वा न वा इति प्रश्नः मया क्रियते तर्हि तस्य उत्तरं किम् अस्ति अन्यथा नास्ति इति एव हा तर्हि अत्र कर्तरिप्रयोगः करोति खलु रामः अस्ति यदि अस्ति इति स्वीकुर्मः तर्हि रामः अस्ति खलु तर्हि अत्र भावे प्रयोगं कृत्वा वाक्यं वदतु रामेण वर्तते इति भवति वा भूयते भूयते क्षम्यतां रामेण धातोः भू इति भूधातोः अस्धातोः भू इति आदेशः भवति हा हा सत्यं हा कर्मेण रामेण भूयते हा तर्हि रामः अस्ति वा इति प्रश्ने सति रामः अस्ति इति एव भवता वक्तव्यं कर्तरिप्रयोगः एव तत्र करणीयः न तु रामेण भूयते इति किमर्थमिति चेत् मम आक्षान्त आकाङ्क्षा तु रामे वर्तते खलु इदानीं द्वितीयप्रश्नः रामः अस्ति वा इति चेत् रामः अस्ति इति कर्तरिप्रयोगः भवता कृतः. तर्हि रामः अस्ति किन्तु इदानीं रामः किं कुर्वन् अस्ति इति पृष्टे सति वाक्यं किम्? किं कुर्वन् यदि सः पठति इति चिन्तयतु. तर्हि सः पठति इति एव खलु, किं करोति इति नास्ति. अस्तु, पठ्यते इति भवति वा? किमर्थं इदानीं मम आकाङ्क्षा का, कुत्र वर्तते? आकाङ्क्षा सत्यं, किं करोति रामेण पठ्यते. सम्यक्. अत्र सः किं कुर्वन् अस्ति, तत्र क्रियायां मम आकाङ्क्षा अस्ति खलु. तदा सत्यं, रामः अस्ति वा न वा इति रामे आकाङ्क्षा नास्ति. सत्यं, रामः अस्ति वा न वा इति चेत् रामेण भूयते इति न वक्तव्यम्. रामः अस्ति इति एव वक्तव्यम्. नो चेत् अत्र अस्तु, तादृशम् अत्र इतोपि किञ्चित् परिष्कृत्य मया वक्तव्यमस्ति. किं क्रियते रामेण? अत्र न प्रथमप्रश्नः कर्तरिप्रयोगार्थं कर्तरिप्रश्नः करणीयः खलु. तर्हि अत्र रामः अस्ति वा न वा इति प्रश्नः न करणीयं. यदि रामः अस्ति वा न वा इति चेत् रामेण भूयते इति एव समीचीन उत्तरं. किमर्थमित्युक्ते तत्रापि क्रियायामेव मम आकाङ्क्षा. यदि प्रश्नः एषः कः इति प्रश्नः, एषः रामः रामः इति, एषः रामः अस्ति सत्यं, तर्हि इदानीम् एषः कः, इदानीं कर्तरि प्रश्नः मया कृतः खलु. मम आकाङ्क्षा कुत्र वर्तते? कर्तरि वर्तते. कर्तरि वर्तते, सम्यक्. एषः कः इति प्रश्नः मया कृतः, तस्य उत्तरत्वेन रामः अस्ति, एषः रामः अस्ति. तर्हि अत्र कर्तरिप्रयोगः करणीयः. तदनन्तरं रामः किं कुर्वन् अस्ति इति प्रश्ने सति मम आकाङ्क्षा इदानीं क्रियायां वर्तते इति कृत्वा अत्र भावे प्रयोगः करणीयः. रामेण पठ्यते इति, रामेण पठ्यते इति एव वक्तव्यं. रामः पठति इति व्याकरणरीत्या समीचीनम्. किन्तु रामेण पठति इति चेत् पठनकृतिमान् रामः इति बोधः जायते. मुख्यविशेष्यः रामः एव भवति तत्र. किन्तु मम आकाङ्क्षा रामे नास्ति, इदानीं क्रियायां वर्तते. क्रियायां वर्तते, सत्यं. तर्हि रामेण पठ्यते इति उत्तरं वक्तव्यम्. तर्हि तत्र रामेण पठ्यते इत्यत्र इदानीं प्रथमाविभक्तिपदं न दृश्यते, तर्हि परिवर्तनं कृत्वा वदतु. रामेण पठनं अत्र यथा चैत्रवृत्तिः स्वापः इति उक्तं तथा. ओ अस्तु अस्तु, रामवृत्तिः पाठः अथवा सत्यं पाठः एव, पाठः एव अस्तु. घञ् इति प्रत्ययः भावे प्रयोगे अपि भवति. अस्तु अस्तु, पाठः इत्यनेन पठनम् इति क्रिया अपि उच्यते. उच्यते वा? अस्तु अस्तु, समीचीनं. तर्हि रामवृत्तिः पाठः. तर्हि अत्र भावे प्रयोगं कृत्वा एव उत्तरं वक्तव्यं. किमर्थम् इति चेत् मम आकाङ्क्षा इदानीं क्रियायां वर्तते, न तु कर्तरि. सत्यं, रामः किं करोति, एषः कः इति चेत् रामः, एषः रामः अस्ति इति कर्तरिप्रयोगः. रामः किं करोति इति अत्र अत्र क्रियायां मम आकाङ्क्षा अस्ति चेत् रामेण पठ्यते इति वक्तव्यम्. तर्हि इदानीं तस्मादुपरि रामः किं पठति इति मया प्रश्नः क्रियते चेत् इदानीं मम आकाङ्क्षा कुत्र अस्ति? कर्मणि अस्ति. पश्यतु, भवान् कदा उक्तं, भवता कथम् उक्तं, कर्मणि अस्ति इति उक्तं खलु. यत्र आकाङ्क्षा कर्तरि वर्तते तत्र कर्तरिप्रयोगः. आकाङ्क्षा भावे वर्तते अथवा क्रियायां वर्तते तत्र बाले प्रयोगः. आकाङ्क्षा कर्मणि वर्तते चेत् कर्मणि प्रयोगः. सत्यं, तर्हि रामः किं पठति? पुस्तकं पठति. पाठं पठति न न समीचीन उत्तरं ददातु रामेण किं पठति इति वा न रामः किं पठति इति मया पृष्टं तर्हि इदानीम् अत्र आकाङ्क्षा कर्मणि वर्तते इति भवता ज्ञातम् आमां तर्हि उत्तरं वदतु अस्तु अस्तु रामेण पाठः पठ्यते हा तर्हि अत्र कर्मणि प्रयोगः करणीयः हा करणीयः सत्यं हा विवक्षा कुत्र अस्ति इति मम आकाङ्क्षा कुत्र अस्ति सत्यं किं ज्ञातुमिच्छामि कर्तारं ज्ञातुमिच्छामि वा कर्म ज्ञातुमिच्छामि वा अथवा क्रियां ज्ञातुमिच्छामि वा मम आकाङ्क्षा कुत्र वर्तते तद् अनुसृत्य प्रयोगः करणीयः एषः कः इति प्रश्ने कर्तरि आकाङ्क्षा तर्हि तत्र कर्तरि प्रयोगः रामः किं कुर्वन् अस्ति किं करोति इत्यत्र क्रियायाम् आकाङ्क्षा तर्हि तत्र भावे प्रयोगः रामः किं पठति इत्यत्र कर्मणि आकाङ्क्षा तर्हि कर्मणि प्रयोगः कर्तव्यः तर्हि कर्तरि आकाङ्क्षा अस्ति चेत् कर्तरि प्रयोगः कर्मणि आकाङ्क्षा अस्ति चेत् कर्मणि प्रयोगः अन्यथा क्रियायाम् आकाङ्क्षा अस्ति चेत् भावे प्रयोगः तदेव अत्र यद् यद् यद् परिच्छेदं भवता पठितं तत्र कर्मणि बोध्ये प्रयोगः इति प्रसिद्धिः इति उक्तं खलु कर्मणि बोध्ये प्रयोगः इत्यस्य अर्थः एतदेव कर्मणि प्रयोगे बोध्ये प्रयोगः इत्युक्ते आकाङ्क्षा कर्मणि वर्तते चेत् तत्र कर्मबोद्धुं यः प्रयोगः क्रियते सः एव कर्मणि प्रयोगः कर्मणि बोध्ये इत्यत्र वैषयिकसप्तमी बोधनस्य विषयः कः इति चेत् कर्म एव विषयः यथा ज्ञाने अत्र अस्तु चलनचित्रे इच्छा इति चेत् तत्र चलनचित्रे इत्यत्र सप्तमी या दृश्यते सा कीदृशसप्तमी इति चेत् वैषयिकसप्तमी विषयसप्तमी इच्छायाः विषयः भवति खलु तथा अत्र बोधः बोधः इत्युक्ते ज्ञानं ज्ञानं मयि ज्ञानं वर्तते कस्मिन् विषये इति आकाङ्क्षा जायते खलु तर्हि ज्ञानस्य अधिकरणं भवति अत्र कर्म इति कृत्वा कर्मणि इत्यत्र वैषयिकसप्तमी कर्मणि प्रश्नः अत्र रामः किं पठति इति खलु तर्हि रामः किं पठति रामः पुस्तकं पठति इति न इति न वक्तव्यं रामेण पुस्तकं पठ्यते इति पुस्तकम् अत्र प्रश्नस्तु सामान्यतया तु रामः किं पठति इत्यनेन अस्तु किं पठति इत्युक्ते पुस्तकं पठति इति एव भवति अत्र किम् अज्ञातं रामः किं पठति इत्यत्र रामः ज्ञातः मया सः पठन् अस्ति इत्यपि मया ज्ञातः अज्ञातविषयः कः किम् इति कर्मपदमेव खलु तत् समीचीनं परन्तु सामान्यतया तु तदेव वयं वदेम खलु रामः पुस्तकं पठति इति सत्यम् अत्र किन्तु इदानीम् अत्र शास्त्रं पठन् सन्तः खलु इत्युक्ते कर्तरिप्रयोगः कुत्र करणीयः यत्किमपि यदा कदापि न वक्तुं शक्यते अर्थबोधः अतः एव अत्र शाब्दबोधे विषयः कः इति चेत् कर्तरिप्रयोगे कृतिमान् इति भवति समीचीनं योग्यतावान् इति भवति कर्मणि प्रयोगे अत्र भावे प्रयोगे केवलं भावः एव बोधः भवति भावे बोधः भवति इति कृत्वा यदि एतादृशम् अवगच्छामः तर्हि यदि अहं पृच्छामि रामः किं करोति तर्हि रामः पाठं पुस्तकं पठति इति भवान् वदति चेत् भवान् व्याकरणम् अधीतवान् किन्तु शास्त्रीयव्याकरणं न अधीतवान् अत्र शास्त्रीयज्ञानं प्राप्तं चेत् भवता किं वक्तव्यं रामेण पुस्तकं पठ्यते इति एव वक्तव्यम्। तर्हि मम प्रश्नम् अवगम्य भवान् उत्तरं वदति इति। भाव्यप्रयोगे प्रश्नः कथं भवति? भाव्यप्रयोगे किम्? हा, मया पृष्टं खलु, रामः किं करोति? अस्तु अस्तु, तत्र रामः किं करोति इति अस्ति, यतः करोति इत्यनेन एव अत्र क्रियायाम् एव अपेक्षा अस्ति, क्रियायाः अपेक्षा। अस्तु, अत्र रामः किं पठति इत्यत्र किम् इत्यस्य इत्यस्य कारकं किम्? इत्यस्य कर्मकारकः। हा, कर्मकारकमस्ति खलु, कर्मत्वमत्र अपेक्षितमस्ति, अतः किम् इति सर्वनामशब्दः प्रयुक्तः। मया न ज्ञातः इति कृत्वा सर्वनामशब्दः। रामः किं करोति इत्यत्र किं किम्? तत्र किम् इति केवलम् अव्ययम् इति एव खलु, न किन्तु केन सह तस्य अन्वयः? करोति इत्यनेन सह सत्यं, किन्तु इदानीं किम् इति कीदृशपदम्? अव्ययं तु सत्यं, किन्तु तद् उत्तरं नास्ति। किं करोति? अस्तु, अहम् एकं क्लू ददामि। अश्वः धावति खलु, कथं धावति इति प्रश्नस्य उत्तरं किम्? अस्तु, विशेषणरूपेण अस्ति वा? कस्य विशेषणं? वेगेन, वेगेन धावति इति, अथवा शीघ्रं धावति? शीघ्रं धावति, हा, तद् विशेषणं भवति, क्रियाविशेषणम् इति वदति, क्रियाविशेषणं भवति, सत्यं। हा, अश्वः शीघ्रं धावति इत्यत्र शीघ्रम् इति पदं यथा क्रियाविशेषणं, तथा रामः किं करोति इत्यत्र किम् इत्यस्य कर्मत्वं नास्ति, क्रियाविशेषणमस्ति। क्रियाविशेषणमस्ति, हा, सत्यं, किमपि क्रिया जायते तस्य विशेषणम् अस्ति अस्ति। हा, इत्युक्ते वस्तुतः अत्र कथं करोति इत्येव प्रश्नः वस्तुतः। कथं करोति, सत्यं, कथं करोति इति चेत् अत्र पठनक्रिया इति विशिष्टक्रिया अस्ति खलु, करोति इति सामान्यं, पठनं करोति इति इति धातुः सामान्यक्रियां बोधयति, सामान्यां क्रियां बोधयति, किन्तु अत्र कथम् इत्यनेन विशिष्टं ज्ञातुमिच्छामि। तर्हि तस्य उत्तरत्वेन यदि सः पठ्यते इति, तेन पठ्यते इति वदति, तर्हि इदानीं विशिष्टपठनक्रिया तेन क्रियते, अतः एव उत्तरम् एवं वक्तुं शक्यते, रामेण पठ्यते इति वक्तुं शक्यते, अथवा रामेण पठनं क्रियते, पठनं क्रियते, तदेव सत्यम्। इदानीं कृ इति धातुम् उपयुज्येत भवान् उत्तरम् उक्तवान्, किन्तु अत्र पठनम् इति विशेषणं स्थापितं, पठनं विशेषणं सत्यम्, रामः रामेण पठनं क्रियते, सत्यम्, रामेण मन्दं गम्यते इत्यत्र मन्दम् इत्यस्य यथा क्रियाविशेषणं तथा रामेण पठनं क्रियते इत्यत्र पठनशब्दस्य क्रियाविशेषणत्वं, सत्यं, न तु प्रथमान्तविभक्तिः, सत्यं, हा, इति अत्र किञ्चित् सूक्ष्मभेदः वर्तते, सूक्ष्मभेदः अस्ति, सत्यम्, उत्तमं, परन्तु बहु समीचीनतया अवगन्तं मया अत्र भाव्यप्रयोगे एव किञ्चित् क्लेशः आसीत् अत्र, परन्तु अधुना सम्यक् अवगन्तम् इति विशेषः अस्ति। अस्तु, बहुभिः अत्र योगानुयोग मम अत्र अवगमनं नास्ति, रामः किं करोति इति चेत् किम् इति ते चिन्तयन्ति कर्मत्वम् इति, तत्र किं करोति इत्यत्र कर्मत्वं नास्ति, क्रियाविशेषणमस्ति किम् इति, लिखितवान् सर्वं लिखितवान्, हा हा हा, लिखित्वा तत्र पुनः पुनः चिन्तयन्तु, योगानियोग मम गीतासोपानवर्गे एतदेव विषयः अग्रे आयास्यति, अतः सम्यक् अहं पाठयितुं शक्नुमः. आम् आम् महोदय, उत्तमम्. हा, यदि किम् इति क्रियाविशेषणं भवति चेत् तर्हि रामः पाठं पठति, पाठं तु क्रियाविशेषणं नास्ति खलु? न, मम प्रश्नः कः, रामः किं पठति इति चेत् तत्र किम् इत्युक्ते कर्मत्वं, न तु क्रियाविशेषणं. रामः किं करोति इत्यस्मिन् वाक्ये किम् इति क्रियाविशेषणं. रामः प्रक्षालनं करोति, तत्रापि प्रक्षालनं क्रियाविशेषणं. सत्यं, करोति इति क्रिया, तस्य विशेषणं प्रक्षालनं. किन्तु वस्तुतः रामः प्रक्षालनं करोति, यथा अश्वः शीघ्रं धावति, बालकः मन्दं पठति इत्यत्र क्रियाविशेषणं सर्वदा द्वितीयायामेव भवति. द्वितीया आम्रेडितान्तेषु ततः अन्यत्रापि दृश्यते इति वार्तिकेन क्रियाविशेषणं सर्वदा द्वितीयायामेव भवति, तथा अत्रापि. रामः प्रक्षालनं करोति इत्यत्र प्रक्षालनशब्दस्य द्वितीया विभक्तिः कर्मत्वेन नास्ति, क्रियाविशेषणत्वेन. किं करोति, किं विशिष्टां क्रियां करोति, प्रक्षालनविशिष्टां क्रियां. सर्वे अत्र द्वितीयां दृष्ट्वा प्रक्षालने कर्मत्वमस्ति इति नास्ति. अस्तु, तर्हि किञ्चित् समयः अस्ति, किन्तु इदानीम् अग्रे भिन्नः पाठः जायते, अत्र स्थगेम. यद्यपि षड् निमिषाः न सन्ति, किन्तु न पूरयितुं शक्यते, केवलम् एकवारं पठेम, किन्तु तदा तदग्रे इदानीं चिन्तनं भवति. तर्हि इदानीम् अत्र व्याकरणविषये यानि अवगन्तव्यानि तानि सर्वाणि अवगतं. तर्हि इदानीं सामग्र्यः सन्ति खलु, इत्युक्ते आकाङ्क्षा, योग्यता, सन्निधिः इति, एतत्त्रयमपि यत्र भवति तत्रैव शाब्दबोधः जायते इत्यस्मिन् विषये पाठः. एषः समापितः अस्ति चेत् शाब्दबोधः समापितः भवति, तावदेव अस्ति. अस्तु, समीचीनं. तर्हि अत्र स्थगेम. सर्वे अत्र कृपया चिन्तयन्तु, अस्मिन् वर्गे यद् अस्माभिः अधीतं तत्र मुख्यविषयः अस्ति, अत्र निगमनमपि कृतं. तर्हि कर्तरिप्रयोगे ति इति आख्यातप्रत्ययस्य अर्थः कः, कर्मणि प्रयोगे ते इति आख्यातप्रत्ययस्य अर्थः कः, भावे प्रयोगे ते इति आख्यातप्रत्ययस्य अर्थः कः, भावे प्रयोगे यद्यपि प्रथमाविभक्त्यान्तपदं न दृश्यते तथापि तत्र मुख्यविशेषः अस्ति एव, सः भावः एव इति निगमितम् अन्ततो गत्वा. अस्तु, अत्र सगेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.